अस्तु तर्हि अस्माकं विषयः प्रवर्तमानः अस्ति ईयसून् इष्ठन् इति द्वौ प्रत्ययौ. अत्र च किञ्चित् पुनः समग्ररीत्या चिन्तनं कुर्मः चेत् संस्कृतभाषायां विधीयमानाः प्रत्ययाः पञ्चविधाः सन्ति. तत्र धातुभ्यः विधीयमानाः प्रत्ययाः अपि च प्रातिपदिकेभ्यः विधीयमानाः प्रत्ययाः. तत्र धातुभ्यः विधीयमानाः द्विविधाः, तिङ् च कृत्, कृदतिङ् इत्यनेन तत्र तिङ्प्रत्ययाः, तिङ्भिन्नाः च कृत्प्रत्ययाः. अनन्तरं प्रातिपदिकेभ्यः तत्र त्रिविधाः प्रत्ययाः विधीयन्ते, सुप्रत्ययः, सुओचस् इत्यादयः. अनन्तरं तत्र एकविंशतिः प्रति सुओजस् प्रत्ययः, अनन्तरं सुप्, अनन्तरं स्त्रीप्रत्ययाः ङीप्, आप् इत्यादयः तत्र एकस्मिन् दिने वयं करिष्यामः. कुत्रचित् आकारः, कुत्रचित् ईकारः, कुत्रचित् भिन्नरीत्या इति कृत्वा तत्र स्त्रीप्रत्ययाः सन्ति. अन्ततो गत्वा यावन्तः प्रत्ययाः प्रातिपदिकेभ्यः विधीयन्ते, अपि च न स्त्री न वा सूप्, ते सर्वे किन्तु तद्धिताः प्रत्ययाः बहवः सन्ति. एतेषु ईयसून् इष्ठन् इति द्वौ स्तः इति भिन्नविषयः अस्ति. इत्युक्ते तद्धितान्त शब्दाः इति एकः विषयः. अत्र परिचयत्वेन उच्यते यत् पञ्चविधाः प्रत्ययाः सन्ति. एतेषु अन्यतमप्रत्ययः तद्धितः प्रत्ययः. गतसप्ताहे स्थूलरीत्या शास्त्रीयपरिचयः जातः, प्रत्ययविधानं सूत्रद्वयेन, अपि च तच्छब्दान्तव्युत्पत्तिः, सामान्यव्युत्पत्तिः तत्र टेः अपि च प्रत्ययिकाच् इति सूत्रद्वयेन अस्माभिः किं लभ्यते यत् शब्दः एकाच् अस्ति चेत् तत्र टि भागस्य लोपः, अनेकाच् अस्ति चेत् प्रकृतिभावः भवति. इत्युक्ते टि भागस्य लोपः न भवति. टि भागः कः इति चेत् तत्र शब्दस्वरूपस्य अन्तिमस्वरः, अपि च तदनन्तरम् अस्ति चेत् किञ्चित् तत् सर्वं मिलित्वा टि भागः. अधोभागे सुखवर्णः तत्र उक्तं सूत्रं गतसप्ताहे अहं मास्तु इति उक्तवान्, किन्तु परिशिष्टम् अस्य करपत्रस्य इदानीम् अन्ते. एतत् सर्वं न कुर्मः इदानीं, किन्तु परिशिष्टमिति लिखितमस्ति अन्ते. तत्र अचौन्त्यादि इति एवं मया यदुक्तं तत्र सूत्ररीत्या प्रतिपादितमस्ति अचौन्त्यादिति. अस्तु, अभिजितेः सूत्रम् अत्र अस्ति. प्रकृत्यै काच् इति सूत्रमस्ति. ततः अधोभागे लिखितमस्ति यचिभां. यचिभां पश्यन्ति वा तत्र यचिभां? यचिभां अत्र भासंज्ञकः प्रत्ययः, भासंज्ञकशब्दस्वरूपाः सन्ति. यावद्भ्यः तत्र शब्देभ्यः इयसुनिष्ठान् विधीयन्ते ते सर्वे प्रासंगिकाः इति वक्तव्यमस्ति. अत्र विद्याभगिनी तत्र सामान्यरीत्या तत्र पठतु एकवारं यचिपम् सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयश्च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भ संज्ञा भवति. य च अनुवृत्तिसहितसूत्रं आदिषु असर्वनामस्थाने यचीबम् अपि च अग्रे यत् वाक्यं तदपि पठतु अग्रे. सुऔजस् अम् औट् इत्यस्मात् आरभ्य उरः प्रभृतिभ्यः कप् पर्यन्तम् इमे सर्वे प्रत्ययाः स्वादयः इति उच्यन्ते. तर्हि अत्र यचिब हा हा उच्यतां यचिभवन्ति केषां केषां भासंज्ञा भवति. हा उच्यताम् अस्तु. अत्र अत्र सुप्रत्ययः तत्र सु औजस् अम् औट् इति पञ्चप्रत्ययाः सन्ति. पञ्चप्रत्ययान् विहाय प्रथमपञ्चप्रत्ययः सु औजस् अम् औट् तेषां सर्वनामस्थानसंज्ञा भवति. तान् विहाय तत्र सुप्रत्ययात् आरभ्य कप् इति उरप्रभृतिभ्य कप् इत्यनेन कप् पर्यन्तं तत्र चतुर्थाध्याये प्रथमपादात् आरभ्य द्वितीयसूत्रमस्ति. तस्मात् आरभ्य पञ्चम अध्यायस्य चतुर्थपादस्य एकपञ्चाशत् अधिक एकशतं तमसूत्रं पर्यन्तं तत्र स्वादयः इति स्वादयः प्रत्ययः इति उच्यन्ते. तत्र प्रथमपञ्च सुप्रत्यये प्रथमपञ्चप्रत्ययान् अतिरिच्य एते प्रत्ययाः यत्र यकारादिः अथवा अजादिः अस्ति चेत् तस्मात् पूर्वम् अङ्गमस्ति तस्य अङ्गस्य भसंज्ञा भवति. प्रत्ययः यकारादिः अथवा अजादिः अस्ति चेत् तस्मात् पूर्वम् अङ्गस्य भसंज्ञा भवति इति सूत्रं यचीबम् इति सूत्रं वदति. हा अपि च ईयसून् इष्ठन् तत्र अजादि खलु न वा? आम् आम् सत्यम्. ईयसून् इष्ठन् अजादिः. अपि च तत्र चतुर्थ अध्यायस्य प्रथमपादात् आरभ्य पञ्चमाध्यायस्य चतुर्थपादपर्यन्तं तेषु ईयसुन् इष्टन् इति अपि तेषु अन्तर्भूतौ. अतः बम् इत्यस्य प्रसक्तिः तत्रापि भवति. हा बहु समीचीनमस्ति. अपि च सर्वनामस्थानसंज्ञकः तत्र सुओजस् अम् औट् इति अस्य तत्र आरम्भे तत्र पञ्च रूपाणां वैशिष्ट्यमस्ति. बहुत्र सर्वत्र न किन्तु बहुत्र तेषां वैशिष्ट्यं भवति. तत्र यथा राजा राजानो राजानः राजानं राजानौ ततः अग्रे किन्तु किञ्चित् भिन्नम् अस्ति खलु. राज्ञः राज्ञा राजभ्यां राजभिः इति तत्र ततः अग्रे नकारः न श्रूयते. नकारः राजानं तत्र राजा राजानौ राजानः तत्र नकारः पञ्चमरूपं पर्यन्तं राजानौ. तदनन्तरं राज्ञः राज्ञा राजभ्यां तत्र नकारः न कुत्रापि अस्ति. अतः पाणिनिः एतत् सर्वं दृष्ट्वा उक्तवान् यत् अस्तु एतेषां पञ्चानां पृथक्तया संज्ञा भवतु यतोहि एतेषां कार्यं कुत्रचित् भिन्नरीत्या क्रियते इति कृत्वा ते पञ्चप्रत्ययाः तत्र सर्वनामस्थानसंज्ञकप्रत्ययाः सर्वनामस्थानम् इति तत्र निरर्थक तत्र केवलं नामकरणमस्ति किमपि नास्ति. सर्वनामस्थानमिति अस्य अर्थः नास्ति पृथक्तया किन्तु पञ्चानां पृथक्तया नामकरणं कृतमस्ति तावदेव. हा अपि च अत्र विद्याभगिनी यद् उक्तवती तत्र अग्रे लक्ष्मीभगिनी परिशिष्टमिति अस्य प्रथमपरिच्छेदं पठतु कृते इष्ठान् तदेव लिखितमस्ति. आं महोदय अत्र परिशिष्टम् इष्टन् यसुन् इति द्वौ अपि प्रत्ययौ सर्वनामस्थानसंज्ञकभिन्न अजादि अपि च तयोः विधायकसूत्रं भवति चतुर्थाध्यायस्य प्रथमपादस्य द्वितीयसूत्रम् आरभ्य पञ्चमाध्यायस्य चतुर्थपादस्य एकपञ्चाशत् अधिकशततमे सूत्रपर्यन्तम् इति मध्ये अतः यथा एकसूत्रं भवति अतः अनयोः परयोः पूर्वभागस्य यचिभम् इति सूत्रेण भसंज्ञा भवति. तदर्थं सामान्यम् अङ्गकार्यद्वयं भवति तेः प्रकृत्यै काच् इति द्वाभ्यां सूत्राभ्याम् अपि च एकं विशिष्टम् अङ्गकार्यं भवति तुरिष्ठे मेयः सु इति सूत्रेण. कार्यत्रयमपि उपरि वर्णितम् अस्ति. ये शास्त्ररीत्या अवगन्तुमिच्छन्ति ते अधस्थसूत्राणि परिशीलयेयुः. उपरि केवलम् एकाच् चेत् अनेकाच् चेत् इत्युक्तं. वस्तुतः स च शब्दः भसंज्ञकः अपि भवेत्. यस्मात् अपि शब्दात् इष्टन् येषुन् यसुन् इति द्वौ प्रत्ययौ विधीयेते सः शब्दः भसंज्ञकः अस्ति एव. किमर्थमिति अग्रे पठति चेत् स्पष्टं स्यात्. अवगतं खलु? आं महोदय. अत्र वयं पूर्वमेव पठितवन्तः. अत्र यदि सुबन्तपदम् एकाच् अस्ति चेत् तत्र ते भागस्य लोपः भवति. क्षम्यतां, टि भागस्य लोपः भवति टेः इति सूत्रेण. अत्र प्रकृते काच् इति सूत्रेण पदम् एकाच् अस्ति चेत् तत्र टि भागस्य लोपः निषेधः भवति इति वयं परिशीलितवन्तः. परन्तु अत्र इष्टन् येसुन् द्वौ प्रत्ययौ अपि सर्वनामस्थानसंज्ञकभिन्न अजादिप्रत्ययौ. यथा भगिनी उक्तवती अत्र एतौ द्वौ अपि भिन्नप्रत्ययौ अपि च अजादिप्रत्ययौ इत्युक्ते अत्र तयोर् प्रथमवर्णः इकारः दीर्घ इकारः अस्ति इति कृत्वा अजादिप्रत्ययौ स्तः. अपि च ते यचि भम् इति सूत्रेण तयोः भसंज्ञा भवति. केषां भसंज्ञा भवति? तत्र कश्चन भ्रमात्मकविषयः भवितुमर्हति. केषां भसंज्ञा भवति? तत्र प्रथमव्याख्यानं तत्र यचि भम् इति अस्ति, पठतु कृपया. सर्वनामस्थानसंज्ञक सर्वनामस्थानसंज्ञकप्रत्ययान् अतिरिच्य सुप्रत्ययात् आरभ्य कप् प्रत्ययपर्यन्तं ये प्रत्ययाः यकारादयः अजादयः च येषु कश्चन परे अस्ति चेत् पूर्वतनशब्दस्वरूपस्य भसंज्ञा भवति. केषां भसंज्ञा भवति? पूर्वतनशब्दस्वरूपस्य भसंज्ञा भवति इति उक्तमस्ति. इत्युक्ते एतौ द्वौ प्रत्ययौ परः अस्ति चेत् एतौ द्वौ अपि अजादिप्रत्ययौ. यदि अजादिप्रत्ययौ परे चेत् पूर्वतनशब्दस्वरूपस्य भसंज्ञा भवति इति. केवलम् अजादिः इति न, तत् किं सर्वनामस्थानसंज्ञकः भिन्न, अपि च एतत् अयं अवधिः अस्ति चतुर्थाध्यायस्य प्रथमपादस्य द्वितीयसूत्रात् आरभ्य पञ्चमाध्यायस्य चतुर्थ पादस्य प्रायशः अन्तपर्यन्तं किञ्चिदेव अवशिष्यते तदनन्तरम्. इति मध्ये अस्माकं सूत्रद्वयं विधायकसूत्रं वयम् अवलोकितवन्तः गते सप्ताहे. विधायकसूत्रं तत्र अतिशायने तम् अभिष्ठनौ इति एकं सूत्रं. तत्र तदभ्यन्तरे अस्ति वा सूत्रसङ्ख्या? अत्र पञ्चमाध्यायस्य तृतीयपादे पादस्य पञ्चाशत्तमं सूत्रमस्ति खलु. इति कृत्वा अपि च अग्रिमसूत्रमपि तथा, तत्र सप्तपञ्चाशत्तमं सूत्रमस्ति इति सूत्रद्वयम् एतद् अभ्यन्तरे अस्ति न वा? अस्ति अस्ति खलु. इति कृत्वा द्वौ प्रत्ययौ अजादि सर्वनामस्थानसंज्ञकभिन्न, अपि च द्वयोः विधायकसूत्रम् एतद् अभ्यन्तरे अस्ति इति कृत्वा, तस्मात् पूर्वं नाम इष्ठन् इति प्रत्ययात् पूर्वं, ईयसन् इति प्रत्ययात् पूर्वं यः भागः अस्ति तस्य यचिभम् इति सूत्रेण भसंज्ञा भवति. भसंज्ञा भवति चेत् एव तेः इति सूत्रं कार्यं करोति, प्रकृत्यै काच् इति सूत्रं कार्यं करोति इति सामान्य अङ्गकार्यद्वयम् इति तत्र सुब्रह्मण्यं तत्र कृपया तस्य व्याख्यानं किं लिखितमस्ति तेः अत्र. तेः भसंज्ञकशब्दस्वरूपस्य टी भागस्य लोपो भवति इष्ठन् ईयसून् इमनिच् इत्येषु प्रत्ययेषु परेषु. अतः अतः इत्युक्ते भसंज्ञकशब्दस्वरूपस्य टी भागस्य लोपः भवति इति. भसंज्ञकशब्दस्वरूपः इत्युक्ते यः प्रत्ययः अत्र यचिभम् इत्यनेन स्वादिषु असर्वनामस्थाने यचिभम् इति वदति यचिभम् इति सूत्रम्. अत्र इयसून् ईयसून् इष्टन् इमनेच् एते प्रत्ययाः अत्र यचिभम् इत्यस्य क्षेत्रे सन्ति इति भूत्वा अपि च ते सर्वे अजादिप्रत्ययाः इति भूत्वा तेषां पूर्वं यः शब्दस्वरूपः अस्ति तस्य भासंज्ञा भवति. तादृशभासंज्ञकशब्दस्वरूपस्य टी भागस्य लोपः भवति. इत्युक्ते अत्र टी भागः इत्युक्ते अन्तिम अच् वर्णात् आरभ्य यः भागः अस्ति तस्य लोपः भवति इति. इति कृत्वा अत्र तेः इति सामान्यसूत्रेण एतेषां सर्वेषां शब्दानां टी भागलोपः भवति. परन्तु अनन्तरं यत् सूत्रमस्ति तद्वदतु, प्रकृत्यैकाच्. प्रकृत्यैकाच् इति सूत्रं वदति एकाच् भसंज्ञकशब्दस्वरूपस्य प्रकृतिभावो भवति इष्ठन् ईयसुन् इमनिच् इत्येषु प्रत्ययेषु परेषु. इदानीम् एतत् सूत्रं वदति यदि अत्र यद्यपि शब्दस्वरूपः भसंज्ञकः अस्ति सः शब्दस्वरूपः एकाच् अस्ति चेत् तस्य टी भागस्य लोपः न भवति इति एतत् सूत्रं वदति. यत्र अनेकाच् अस्ति तत्र टी भागस्य लोपः, यत्र एकाच् अस्ति तत्र प्रकृतौ एव तिष्ठति इति. इति फलदातः बहु समीचीनमस्ति. अस्तु, इति शास्त्रीयचिन्तनं किञ्चित् दातुमस्ति. अनन्तरं अस्तु पद्मभगिनी अपि च पद्मभगिनी अपि च अन्यः कोऽपि आगतवान् खलु. अनानमस् इति कः अस्ति? पुष्पा भगिनी अस्मि. ओहो हा सत्यं, हा मया ज्ञातव्यमासीत्. अस्तु तर्हि इदानीम् अग्रे गच्छेम. पुष्पा भगिनी, पद्मा भगिनी, अस्तु. तर्हि गतसप्ताहे चिन्तनम् आरब्धम्, इदानीं केषां किञ्च केषां केषां भासंज्ञा भवति इति अस्माभिः ज्ञातमस्ति. न इयसु निष्ठन् इत्यनयोः अन्यतमः विहितः चेत् तस्मात् पूर्वं यः भागः तस्य भासंज्ञा भवति एव इति फलतः अस्ति. अस्तु, इदानीं प्रकृत्यादेशः कुत्रचित् भवति. इदानीं करपत्रस्य आरम्भे पश्यामः, तत्र विधायकसूत्रद्वयं वयम् अवलोकितवन्तः. अनन्तरं प्रकृति अनेकाच अस्ति चेत् तेः इति तत्र तिभागस्य लोपः भवति. प्रत्ययः तत्र शब्दस्वरूपम् अनेकाच अस्ति चेत् लघु इति लघु, तत्र उकारस्य लोपः लघीयान् लघिष्ठः. अनन्तरं प्रकृतिः एकाच अस्ति चेत् तत्र फलतार्थः अस्ति यत् प्रकृत्या इकाच् इति सूत्रेण प्रकृतिभावः भवति, न तु टिभागलोपः. इति कृत्वा यथा श्र इति अस्मिन् अकारः तिष्ठति, तत्र गुणसन्धिं कृत्वा श्रेयश्रेयान् तत्र षष्ठ इति अपि रूपम् अस्ति, षष्ठः अस्तु. इति सामान्य अङ्गकार्यमस्ति. प्रकृति आदेशः इति इदानीं द्रक्ष्यामः. अपि च सामान्य अङ्गकार्यम् अवलोकितवन्तः. विशेषम् अङ्गकार्यं गतसप्ताहे दीर्घसूत्रद्वयम् अवलोकितवन्तः. तदनन्तरं यत् सूत्रद्वयम् एवमेव दृष्टवन्तः. इदानीं प्रशस्य इति शब्दसम्बन्धीयकार्यं पश्येम, यतोहि तस्य अभ्यासः तस्मात् प्राक् वयम् अभ्यासं कृतवन्तः. इदानीं कथं भवति इति पश्येम. प्रशस्यस्य श्रः इति सूत्रमस्ति. अत्र राजेन्द्रमहोदय कृपया पठतु. पञ्चमध्याये तृतीयपादे षष्टितमसूत्रमस्ति. इत्यनेन प्रशस्य शब्दस्य स्थाने श्र आदेशः, यथा श्र योग इष्ट श्र एकाच अथवा प्रत्येकाच. एकनिमेषः, तत् आयास्यति, तत् एतत् सर्वम् आयास्यति. इदानीं सूत्रं किं लिखितमस्ति? प्रशस्य शब्दस्य स्थाने श्र आदेशः भवति इष्टन् इयसन् इति प्रत्ययोः पर्योः. यथा प्रशस्य शब्दः तत्र अस्ति, तत्र आदेशप्रकृति आदेशः भवति, श्र आदेशः भवति, तत् इष्टन् इयसन् प्रत्ययः परे अस्ति चेत्. अस्तु, अग्रे. श्रेष्ठः श्रेयान्, सर्वे इमे प्रशस्याः, अयम् एषाम् इति शयेन अतिशयेन प्रशस्य श्रेष्ठः भवति. यथा प्रशस्य स्थाने यथा श्व आदेशः भवति, तत् इष्ठन् प्रत्ययः संयोजित्वा तत्र श्रेष्ठः भवति, फलं न फलं पुलिङ्गे पुलिङ्गरूपेण. अस्य वाक्यस्य अर्थः कः? तत्र सर्वे इमे प्रशस्याः, अयम् एषाम् अतिशयेन प्रशस्य श्रेष्ठः. यत्र कुत्रापि इष्ठन् इयसन् इयसन् प्रत्यय आगच्छति परे अस्ति, तत् तद् पूर्वं यः प्रशस्य शब्दः आसीत् तत् तस्य स्थाने प्रकृति आदेशः आगच्छति श्रेयः, तथा तत्र श्रेष्ठः श्रेयान् निष्पन्नं भवति. अत्र वाक्यस्य अर्थः कः इति, सर्वे इमे प्रशस्याः, अयम् एषाम् अतिशयेन प्रशस्यः श्रेष्ठः. अत्र तत्र तस्य वाक्यं तत्र वाक्यं वाक्यार्थः स्पष्टः वा? अत्र भवान् जानाति एव, वयं बहुवारं वयम् उक्तवन्तः. द्वितीयं वाक्यं पठतु. उभौ इमौ प्रशस्योः प्रशस्यौ अयम् अन्योर् अतिशयेन प्रशस्य श्रेयान् अत्र प्रशस्य स्थाने श्रेय श्रे आदेशः भवति. अत्र अत्र अर्थसम्बद्धवाक्यमस्ति, न तु व्युत्पत्तिसम्बद्धवाक्यं. नाम अर्थः अत्र अर्थः उच्यते अनेन. सुखवन महोदय अत्र साहाय्यं करोति वा? हा, सर्वे मे प्रशस्याः, अयम् एषाम् अतिशयेन प्रशस्यः श्रेष्ठः इत्यस्य अर्थः इदानीं तत्र बहवः समुदायाः सन्ति, तेषु अयम् एकः प्रशस्यः इति बोधनार्थं तत्र श्रेष्ठः इति पदस्य उपयोगं भवति इति प्रथमवाक्यं वदति. उभौ इमौ प्रशस्यौ इत्युक्ते तत्र समुदायद्वयं वर्तते, अनयोः मध्ये एकः अतिशयः इति चेत् तस्य बोधनार्थं तत्र श्रेयान् इति पदस्य उपयोगः भवति. आम्, समीचीनमस्ति. अतिशयेन प्रशस्यः इति सर्वेषु सदस्येषु तत्र यः एकः अस्ति, बहुषु एकः इति कृत्वा सर्वप्रशस्यः इति कृत्वा श्रेष्ठः, द्वयोः मध्ये एकः सर्वप्रशस्यः इति कृत्वा श्रेयान् इति राजेन्द्रमहोदय तत्र स्पष्टं स्यात्. आम् आं महोदय, धन्यवादः. अस्तु, बहु समीचीनमस्ति. अस्तु, सुगमः तत्र अग्रे कृपया. हा, प्रशस्य योगः इष्टन्, प्रशस्यस्य श्रः इति सूत्रेण इत्यनेन प्रशस्य शब्दस्य स्थाने श्र आदेशः, श्र योगः इष्ट, श्र एकाच् अतः प्रकृत्यैकाच् इत्यनेन टीभागलोपो लोपः निषेधः, श्र योगः इष्ट, आद्गुणः इत्यनेन अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः श्रेष्ठ श्रेष्ठः. इदानीं तत्र प्रशस्य इति शब्दरूपमस्ति, तस्मात् परम् इष्टन् इति प्रत्ययः अस्ति. यदा इष्टन् इति प्रत्ययः भवति तस्मात् पूर्वं स्थितस्य शब्दरूपस्य भसंज्ञा प्राप्नोति. इष्टन् इति अजादिप्रत्ययः इति कृत्वा इदानीं तत्र प्रशस्यस्य श्रः इति सूत्रेण तत्र प्रशस्य इति शब्दस्य स्थाने श्र सम्पूर्णरीत्या श्र इति आदेशः भवति. तत्र अहं चिन्तयामि महोदय, अनेकालश्चित् सर्वस्य इत्यस्य कार्यं भवति इति, तत्र श्र इति अनेकाल् अस्ति इत्यतः सम्पूर्णस्य स्थाने भवति. हा, इति अतः इदानीं तत्र श्र योगः इष्ट इति भवति. तत्र नकारस्य लोपः सूत्रं विस्मृतवान्, हलन्त्यं हलन्त्यं हा हलन्त्यम् इत्यनेन नकारस्य लोपः भवति. श्र योगः इष्ट इति अस्ति. इदानीं श्र तत्र एकमेव अच्वर्णः अकारः अन्ते विद्यते, अतः श्र इति शब्दरूपम् एकाच् अस्ति इत्यतः तत्र सामान्यसूत्रं बाधयित्वा तेः इति सूत्रं बाधयित्वा प्रकृत्यैकाच् इति सूत्रस्य प्रसक्तिः भवति, प्राप्तिः भवति. अनेन टिभागलोपस्य निषेधः भवति. तत्र टिभागः तिष्ठति, अतः श्र इति एव शब्दं तिष्ठति, शब्दरूपं तिष्ठति. श्र योगः इष्ट. इदानीम् अकारः परे इकारः अस्ति इति कृत्वा आद्गुणः इति सूत्रस्य प्रसक्तिः. अनेन पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः एकारादेशः भवति. अनेन श्रेष्ठ इति प्रातिपदिकं भवति. तस्य प्रथमाविभक्ति एकवचनरूपं पुल्लिङ्गे श्रेष्ठः इति रूपं भवति, स्त्रीलिङ्गे श्रेष्ठा इति भवति, नपुंसकलिङ्गे श्रेष्ठम् इति रूपं भवति. अस्तु, बहु सम्यक् अस्ति. अपि च एवमेव तत्र सरलभगिनी अग्रे. प्रशस्य योग इयसुन् प्रशस्य श्रः इत्यनेन प्रशस्य शब्दस्य स्थाने श्र आदेशः श्रयोग इयस् श्र एकाच् अतः प्रकृत्यै काच् इत्यनेन टी भागलोपनिषेधः श्रयोग इयस् आद्गुणः इत्यनेन अवर्णात् अचि परे पूर्वपरयोः स्थाने गुणसंज्ञक एकादेश श्रेयस् श्रेयान् प्रशस्य इति तस्य शब्दस्य आदेश श्र अस्ति इयसुन् प्रत्यय आगच्छति अजाति प्रत्यय अस्ति प्रशस्य श्र इति सूत्रेण इदानीं श्र योग इयस् भवति नकारस्य हलन्त्यनेन लोप भवति उकारस्य उपदेशे अजुनानसिक इति सूत्रेण लोप भवति इदानीं श्र भवति ब संज्ञक शब्द टी भागस्य लोप इति तस्य प्रसक्तिः अस्ति किन्तु प्रत्येक्याच् इति सूत्रेण कारणकिश्र एका तस्मिन् केवलम् एक अच् वर्णः अस्ति टी भागस्य निषेधः भवति इदानीं श्र योग इयस् आगच्छति तत् श्र तयो मध्ये आद्गुण इति सूत्रेण गुणं भूत्वा श्रेयस् प्रातिपदकं निष्पन्नं भवति श्रेयस् तस्य पुल्लिङ्गे भवति श्रेयान् स्त्रीलिङ्गे श्रेयसि नपुंसकलिङ्गे श्रेयः इति भवति. अस्तु, बहु सम्यक् अस्ति. जगन्नाथमहोदय अग्रे. प्रशस्य शब्दस्य स्थाने य आदेशे भवति इष्ठन् इयसुन् इति प्रत्ययोः परयोः इति अस्तु. तस्य प्रकृति प्रशस्य इति प्रकृति यदस्ति तस्य स्थाने ज्याच इति सूत्रेण आगच्छति ज्य इति. तस्मात् परं इयसोनिष्ठन् प्रत्ययो युक्त्वा यथा आवश्यकं तद् ज्येष्ठ वा नो चेत् इति अग्रे आयास्यति. अत्र केवलं यद् दत्तमस्ति तत् प्रतिपादयतु. अस्तु, ज च इदानीं द्वितीयं सूत्रमस्ति खलु? आम्, प्रशस्य शब्दस्य स्थाने ज आदेशोऽपि भवति इष्ठन् इयसुन् इति प्रत्ययोः परयोः इत्युक्ते विकल्पेन श्र प्रकृतिस्थाने ज्य अपि वयम् उपयोगं कर्तुं प्रकृतिः श्र इति न प्रकृतिः प्रकृतिः किं तत्र प्रशस्य स्थाने प्रशस्य स्थाने ज अपि आदेशो भवति विकल्पेन इति. अपि च ज्यायादीयसः इति षष्ठमध्याये चतुर्थपादे पुनः उच्चार्यतु. ज्यादादीयसः इति क्षम्यता, ज्यादादीयसः इति ज्य शब्दात् इयस् प्रत्ययस्य ई स्थाने आकारादेशो भवति. अस्तु, ज्यास्थाने ज्यात् पञ्चम्यान्तम् आत् प्रथमान्तम् इयसः षष्ठ्यान्तम् इत्युक्ते पञ्चम्यन्तं तु परकार्यं नाम तत्र ज्यादादीयसः इति सूत्रस्य स्वरूपं कथमस्ति कृत्वा ज्यात् आत् ईयसः ज्यात् इति इति शब्दात् ज्यात् इति अस्य कथनेन ज्य शब्दात् खलु तस्मात् ईयसः इति षष्ट्यन्तमस्ति ईयसः नाम ईयस् इत्यस्य ईकारस्य स्थाने आत् प्रथमान्तम् इति आदेशः भवति तर्हि ज्यात् ईयसः आत् इति अर्थः आत् इत्युक्ते आकारः ईकारस्थाने यदा अन्यत्र श्रेष्ठ तादृशं शब्दः भवन्ति अत्र तु केवलम् ईयसून् अत्र इष्ठम् इति प्रसङ्गेन केवलम् ईयस् आमामां जे तर्हि तस्य ज्या आकारस्य अधः प्रदर्शितमस्ति अग्रे अग्रे पश्येम अत्र ज्येष्ठ अपि च रूपं किं ज्यायान् जे यान् इति न ज्येष्ठ ज्यायान् इति तत्र ज्यायान् ज्यायसि ज्यायस् इति त्रिलिङ्गे त्रिलिङ्गे भवति ज्यायसि अस्तु बहु समीचीनमस्ति तर्हि अग्रे किं राजीभगिनी कृपया ज्येष्ठः जायान् प्रशस्य इति प्रातिपदिकात् प्रशस्य योगः इष्ठन् जय च इत्यनेन प्रशस्य शब्दस्य स्थाने ज्य आदेशः ज्य योगः इष्ठ ज्य एकाच् अतः प्रकृति एकाच् इत्यनेन टि भागलोपनिषेधः ज्य योगः इष्ठ आद्गुणः इत्यनेन अवर्णात् अचीपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः ज्येष्ठ ज्येष्ठः अस्तु प्रशस्य स्थाने ज्य इति आदेशः भवति ज्य योगः इष्ठन् अत्र ज्य स्थाने ज्य पदम् एकात् अस्ति अतः प्रकृत्यैकाच इति सूत्रेण अन्तिम टि भागलोपः निषेधः भवति लोपः न भवति अत्र योगः इष्ट ज्यपदस्य अन्तिमवर्णः अकारान्तः इष्टपदस्य आदिमवर्णः इकारान्तः भूत्वा आद्गुणः इति सूत्रेण गुणः भवति अतः ज्य योगः इष्ट ज्येष्ठ इति प्रातिपदिकं भवति ज्येष्ठः पुल्लिङ्गे ज्येष्ठा श्रीलिङ्गे ज्येष्ठं नपुंसकलिङ्गे आगच्छति बहु समीचीनमस्ति अग्रे प्रशस्य योगः ईयसून् ज्य च इत्यनेन प्रशस्य शब्दस्य स्थाने ज्य आदेशः ज्य योगः ईयस् ज्य एकाच् अतः प्रत्येकाच् इत्यनेन टि भागलोपनिषेधः ज्य योगः ईयस् ज्यादादीयसः इत्यनेन ईयस् प्रत्ययस्य ई स्थाने आकारादेशः ज्यायस् ज्यायान् अस्तु प्रशस्य इति पदस्य स्थाने ज्य च इति सूत्रेण ज्य आदेशः भवति ज्य योगः ईयसून् अत्र ज्य एकाचः अस्ति अतः टि भागः लोपः न भवति ज्य योगः ईयस् ज्यादादीयसः इति सूत्रेण ईयस् ईयस् प्रत्ययस्य ईकारः आकारः भवति ज्य योगः आकारः ज्यायस् इति प्रातिपदिकं भवति ज्यायान् ज्यायसि ज्यायः इति त्रिषु लिङ्गेषु रूपः भवति आं बहु सम्यक् अस्ति अत्र आद्गुणः इति भवति स्म ज्ययोगः ईयस् इति स्थाने तत्र आद्गुणः इति भवति स्म किन्तु तं सूत्रं प्रभाद्य ज्यादादीयसः इति परसूत्रमिति तु अस्ति किन्तु अन्यत्र तस्य लब्धावकाशः नास्ति इति कृत्वा अपवादः ज्यादादीयसः अत्र न भवति चेत् निरार्थकं भवति सूत्रं खलु, अन्यत् अत्र भवेदेव खलु इति कृत्वा आद्गुणः इति सूत्रं भूत्वा अकारः योग अकारः आकारः एव ज्यायस् इति प्रातिपदिकम् आगच्छति, प्रातिपदिकस्य निष्पन्नं भवति. हा बहु सम्यक् बहु सम्यक् अस्ति, स्पष्टं जातं वा? बहु सम्यक् अस्ति महोदय. एकः प्रश्नः अस्ति, यथा प्रिय प्रशस्य योग इयसुन् प्रशस्य योग इष्ठन् अत्र प्रशस्य अपि संज्ञकः भवति पृच्छति वा? आम् हा भवति. हा भवती किं चति किं चिन्तय चिन्तयति? अजादिः अस्ति अतः किम् अजादिः तिष्ठन् इयसुन् अजादि प्रत्ययः अस्ति पञ्चमध्ये अस्ति तृतीयपादे तस्य तिष्ठन् प्रत्ययः आगच्छति अतः तस्य भवति संज्ञा अस्ति. यावन्त यावद्भ्यः शब्देभ्यः इष्ठन् इयसुन् इति द्वौ प्रत्ययौ विधीयते तेषां सर्वेषां शब्दानां भसंज्ञा भवति एव. किन्तु आदेशानन्तरं टी भाग इति द्रष्टव्यं, यदि प्रकृतौ आदेश आगच्छति विशेषसूत्रेण तदनन्तरं टी भागे पुनः द्रष्टव्यम् इति. तत्तु द्रष्टव्यमस्ति किन्तु भसंज्ञा तु अस्ति, भसंज्ञा अस्ति, भसंज्ञा अस्ति, भसंज्ञा अस्ति, लोपः आगच्छति शब्दस्वरूपस्य शब्दस्वरूपस्य भसंज्ञा भवति, अनन्तरं द्रष्टव्यमस्ति यत् एकाच अस्ति न वा. अस्तु समीचीनम्, अग्रे गच्छेम. इदानीं पुष्पा भगिनी अग्रे. पुष्पा भगिनी अस्ति वा? आसीत्. अस्तु अस्मि अस्मि अस्मि. वृद्धस्य च वृद्धशब्दस्यापि स्थाने ज्य आदेशः भवति इष्टन् इयसुन् इति प्रत्ययोः परे. वृद्धः अपि ज्य शब्दस्य अपि स्थाने ज्य आदेशः भवति ईस्टर्न् इयस् इयसुन् प्रत्ययः प्रत्ययोः परयोः. अत्र अत्र अत्र पश्यतु यत् एतेषां सूत्राणां क्रमः नाम वर्धते. अत्र प्रथमं सूत्रं सूत्रसङ्ख्यां दृष्ट्वा प्रशस्यस्य श्वः इति षष्टितमं सूत्रमस्ति, अनन्तरम् एकषष्टितमं सूत्रमस्ति ज्याच्च. तर्हि प्रशस्यस्य श्वः ज च, न केवलं श्वः अपि ज अपि प्रशस्य शब्दात्. अनन्तरम् अस्ति वृद्धस्य च, न केवलं वृषस्य शब्दात् ज अपि तु वृद्धशब्दात् अपि इति. अनेन वयम् अवगन्तुं शक्नुमः शब्द सूत्रक्रमं दृष्ट्वा च इत्यस्य कः अर्थः. प्रशस्यस्य श्वः ज च वृद्धस्य च. अस्तु सम्यक्. ज्येष्ठः ज्यायान् वृद्ध वृद्ध इति प्रातिपदिकं पदिकात्. सर्वे इमे वृद्धाः अयम् एव एवम् इति एवम् अयम् एषाम् एषाम् एषाम् अतिशयेन वृद्धः ज्येष्ठः समूहाः सन्ति वृद्धाः समूहः, तस्य समूहे एक एव वृद्धः ज्येष्ठः. न न सर्ववृद्धः वृद्धः अयम् सर्वे वृद्धाः अत्र सर्वे वृद्धाः सन्ति सर्वे वृद्धाः सन्ति एकवृद्धः एव ज्येष्ठः. अन्येभ्यः इतोपि वृद्धः इति अर्थः. हा अन्येपि वृद्धः तत्तु वृद्धाः तत्तु एक एव वृद्धः ज्येष्ठः. न एक एव इति कथ किमर्थं वारं वारं वदति एक एव अन्येभ्यः इतोपि इति अर्थः एक एव वृद्धः इति न अन्ये वृद्धाः न सन्ति इति न अर्थः अन्येभ्यः वृद्धेभ्यः इतोपि वृद्धः सर्ववृद्धः अयम् अतिशयेन इति कृत्वा ज्येष्ठः उभौ इमौ वृद्धौ अयम् अनयोः अतिशयेन वृद्धः जायान् अत्र द्वौ वृद्धौ स्तः तत्र अतिशयेन एकवृद्धः जायान् अत एकवृद्धस्य वृद्धः ज्येष्ठः इति वदनेन जायान् इति वदनम् इति अस्तु समीचीनमस्ति अग्रे अग्रे वृद्धयोगः इष्टन् वृद्धस्य च इत्यनेन वृद्धशब्दस्य स्थाने ज्य आदेशः ज्य योगः इष्ट ज्य एकाच् अतः प्रकृत्यैकाच् इत्यनेन टि भागलोपनिषेधः ज्य योगः इष्ट आद्गुणः इत्यनेन अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः ज्येष्ठः इति प्रातिपदिकं ज्येष्ठः पुल्लिङ्गपदम् वृद्धयोगः इष्टन् अत्र वृद्धस्य च इति सूत्रेण वृद्धशब्दस्य स्थाने ज्य आदेशः ज्यायोगः इष्टन् तत्र नकारः तु हलन्त्यम् इत्यनेन लोपः भवति ज्यायोगः इष्ट ज्य एकाच् अस्ति तथैव प्रकृत्यैकाच् इत्यनेन टि भागलोपनिषेधः तत्तु ज्यायोगः इष्ट अत्र आद्गुणः प्रभावः अस्ति इत्यनेन अवर्णात् अचिपरे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः तत्तु आयोगः इ ये आयाति ज्येष्ठ इति प्रातिपदिकं ज्येष्ठः ज्येष्ठा ज्येष्ठं वृद्धयोगः इयसुन् बहु समीचीनमस्ति अत्र पद्मा भगिनी तत्र पठितुम् इच्छति वा पद्मा भगिनी भगिनी अस्ति वृद्ध संयोग ईयसून् वृद्धस्य च इत्यनेन वृद्धशब्दस्य स्थाने ज्य आदेशः ज्य योगः ईयस् ज एकाच् अतः प्रकृत्येकाच् सूत्र इत्यनेन टि भागलोपनिषेधः ज इयस् ज योग इयस् जाय जादादीयसः इत्यनेन इयस् प्रत्यश्च ई स्थाने आकारादेशः जायस् जायायान् जायायान् वृद्धसंयोगः इयस् वृद्धस्य च सूत्रेण वृद्धशब्दस्य स्थाने ज्य आदेशः भवति ज्यायोगः इयस् सम्भवति ज्यायोगः इयस् टि भागलोप सूत्रेण ज्या योगः इयस् आगच्छति अकारः इकारः अत्र एकाच् इति अवगच्छति वा ज एकाच् अतः प्रकृत्य एकाच् इति भागनिषेधः लोपनिषेधः तत्र एकाच् इत्युक्ते जानाति आम् आम् आकारः आगच्छति अत्र अत्र अत्र लिखितमस्ति ज्या एकाच् अतः प्रति प्रकृत्यै काच् इति टीभागलोपनिषेधः अत्र टीभागः इत्युक्ते अन्तिमस्वरः अपि च ततः अग्रे यावत् अस्ति अग्रे अत्र अन्तिमस्वरः कः ज्या इत्यस्मिन् अन्ते अकारः अस्ति अकारः इकारः संयोगः न अकार इकार इति वार्ता नास्ति अत्र अत्र अन्तिम अकारस्य तेः इति सूत्रेण लोपः भवति स्म लोपः भवति स्म अकारस्य ज इत्यस्य अकारस्य लोपः भवति स्म तेः इति सूत्रेण गते सप्ताहे वयम् अवलोकितवन्तः अत्रापि अद्यापि दृष्टवन्तः तर्हि किन्तु प्रकृत्यै काच् इति सूत्रेण यतोहि ज्य इति पदे एक एव अच् एक एव स्वरः अस्ति ज्य इति रूपे तत्र कति स्वराः एकः एव अकारः जकार यकार अकारः इति कृत्वा ज्य तर्हि अकारः इति एक एव स्वरः अस्ति इति कृत्वा शब्दस्वरूपं ज्य एकाच् अस्ति अत्र बहुभिः समासः अस्ति एकः एव अच् यस्य सः अथवा यस्मिन् सः इति एकाच् इति अतः ज्या इति एकाच् अस्ति न तु अनेकाच् अनेकाच् यदि स्यात् तर्हि तेः इत्यनेन तत्र अकारस्य लोपः भवति स्म किन्तु अत्र अनेकाच् तत्र एकाच् एव अस्ति न तु अनेकाच् इति कृत्वा प्रकृत्यै काच् इति अनेन अकारस्य लोपः न भवति बुद्धं वा अनन्तरं ज योगः इयस् इयस् इति अत्र किमस्ति जायसि अत्र जादादीयसः इति सूत्रं किं वदति उपरि लिखितमस्ति ज शब्दात् इयस् प्रत्ययस्य ई स्थाने आकारादेश भवति ज्यात् ईयसः आकारः आदेशः भवति जायान् जायसि प्रातिपदिकं किं जायस् जायस् अस्तु बहु समीचीनमस्ति सकारान्तपदम् अस्ति इति कृत्वा जायान् जायसि जायः बहु सम्यक् अस्ति अस्तु विद्याभगिनी अग्रे कृपया अन्तिकबाढयोर्नेदसादौ अन्तिकबाढ इति शब्दयोः यथासङ्ख्यं नेदसाध इति आदेशो भवतः अजादिप्रत्यये परे अत्र अन्तिक इति प्रातिपदिकम् अपि च बाढ इति प्रातिपदिकम् अत्र अन्तिक इत्यस्य स्थाने नेद इति आदेशः अनन्तरं बाड इत्यस्य स्थाने साद इति आदेशः भवति अजादिप्रत्यये परे अत्र इष्टन् इयसुन् द्वौ अपि अजादिप्रत्ययौ अतः अत्र प्रकृति आदेशः भवति नेदिष्टः नेदीयान् अन्तिकयोगः इष्टन् अन्तिकभाडयोर्नेदसादौ इत्यनेन अन्तिकस्थाने नेदादेशः नेदयोगः इष्ट नेद अनेकाच् अतः टेः इत्यनेन टीभागः लोपः नेद्योगः इष्ट नेदिष्ट अत्र अन्तिक इति प्रातिपदिकात् इष्टन् इति प्रत्ययः विधीयते अत्र प्रकृत्यादेशः भवति अन्तिकबाडयोर्नेदसाधौ इत्यनेन अन्तिकस्थाने नेद इति आदेशः नेदयोगः इष्ट इदानीं नेद इति बसंज्ञक अङ्गम् अस्ति अपि च अनेकाच् अस्ति अतः टेः इति सूत्रस्य प्रसक्तिः अपि च कार्यं टीभागस्य लोपः तत्र दकार उत्तरवर्ति अकारस्य लोपः अतः इदानीं नेद् योगः इष्ट नेदिष्ट इति प्रातिपदिकं नेदिष्टः नेदिष्टा नेदिष्टम् इति त्रिषु लिङ्गेषु रूपाणि अनन्तरम् अन्तिकयोगः इयसुन् पुनः अन्तिकबाडयोर्नेद साधौ इत्यनेन अन्तिकस्थाने नेदादेशः नेदयोगः इयस् नेद अनेकाच् अतः टेः इत्यनेन टीभागः लोपः नेद्योगः इयस् नेदीयस् नेदीयान् पुनः अन्तिक इति प्रातिपदिकात् इदानीम् इयसुन् इति प्रत्ययः, पुनः प्रकृति आदेशः भवति, अन्तिक इत्यस्य स्थाने नेद इति आदेशः, नेदयोगः इयस्, नेद इति अनेकाच् अस्ति, बसंज्ञकाङ्गस्य अनेकाच् अङ्गस्य टी भागस्य लोपः टेः इत्यनेन, तर्हि अत्र दकार उत्तरवर्ति अकारस्य लोपः, नेद्योगः इयस्, नेदीयस् इति प्रातिपदिकं, पुल्लिङ्गे नेदीयान्, स्त्रीलिङ्गे नेदीयसि, नपुंसकलिङ्गे नेदीयः इति त्रिषु लिङ्गेषु रूपाणि. अस्तु, बहु समीचीनमस्ति. तर्हि लक्ष्मीभगिनी, साधिष्ठः साधीयान्, अत्र बाढयोगः इष्टन् इति दत्तम, बाढयोगः इष्टन् अन्तिकबाढयोर्नेदसाधौ इत्यनेन बाढस्थाने साध आदेशः, साधयोगः इष्ट, साध अनेकाच् अतः तेः इत्यनेन टी भागलोपः, साध साध योगः इष्ट, साधिष्ठ अत्र अन्तिकबाढयोर्नेधसाधौ, अत्र एकम् अन्यं सूत्रमस्ति, अत्र प्रातिपदिकमस्ति बाढ, बाढयोगः अन्यत् सूत्रमस्ति, क्षम्यता, बाढ प्रातिपदिकम् इष्टन् प्रत्ययं योजयामः, अत्र अन्तिकबाढयोर्नेधसाधौ साधौ इति सूत्रेण अत्र बाढ इति पदस्य स्थाने प्रकृत्यादेशः भवति, तस्य स्थाने साध इति पदम् आगतम्. अत्र यचि भम् इति सूत्रेण अत्र साध इति पदं भासंज्ञकः भवति, अतः साधयोगः इष्ट, अत्र साध इति पदम् अनेकाच् पदम् इत्युक्ते तस्मिन् बहवः अच्वर्णाः सन्ति, अतः अनेकाच् पदम् अस्ति, साधयोगः इष्ट, अत्र अनेकाच् इति कृत्वा अत्र टेः इति सूत्रेण अत्र टी भागस्य लोपः भवति, अत्र टी भागः इत्युक्ते अन्तिम अच्वर्णस्य लोपः इत्युक्ते अकारस्य लोपः, अतः साध इति रूपम् आगतम्. अपि च साधियोगः इष्ट, अत्र केवलं वर्णमेलनं, साधिष्ठ इति प्रातिपदिकम् आगच्छति, तस्मात् त्रिषु लिङ्गेषु रूपाणि भवन्ति, साधिष्ठः, साधिष्ठं, साधिष्ठ इति भवति. अपि च बाढयोगः यसुन् अत्रापि अत्र बाढ इति प्रातिपदिकम्, अपि च इयसुन् प्रत्ययः अजादिप्रत्ययः, अत्रापि अन्तिकबाढयोर्नेधसाधौ इति सूत्रेण अत्र पूर्वम् उक्तमस्ति यथासङ्ख्यमनुदेशः समानम् इति सूत्रेण, परिभाषासूत्रेण अत्र बाढस्थाने साध आदेशः भवति, अत्रापि यथावत् पूर्वं कार्यं भवति, अतः अत्र साध इति भासंज्ञकः भवति. अपि च इयसुन् प्रत्ययं योजयामः, साध इति अनेकाच् पदम्, अतः तस्य टी भागस्य लोपः भवति टेः इति सूत्रेण, तदर्थम् अत्र अकारस्य लोपः, टी भागः इत्युक्ते अन्तिमाकारस्य लोपः भूत्वा साध इति रूपम् आगतम्, साधियोगः इयस् अत्र वर्णमेलनं भूत्वा साधीयस् इति प्रातिपदिकम् आगच्छति, अनन्तरं सा पुंलिङ्गे साधीयान्, स्त्रीलिङ्गे साधीयसि, नपुंसकलिङ्गे साधीयः इति रूपाणि निष्पन्नानि भवन्ति. बहु सुन्दरं, बहु समीचीनमस्ति. अस्तु, अग्रे सुब्रह्मण्यं महोदय, तत्र अग्रे कृपया. महोदय, अत्र प्रिण्टिङ्ग् एक सर्कल् अस्ति न, अत्र केषुचित् वेब् ब्रौसर् मध्ये मम तत्र फायरफॉक्स सम्यक् अस्ति, अत्र किन्तु मम क्रोमियम् एतत् दृष्ट न अवगम्यते मया किमर्थं तथा अस्ति. अस्तु, द्रक्ष्यामि. भवत्या वेब् ब्रौसर् किं पुष्पभगिनी, किं वेब् ब्रौसर् अस्ति? विण्डोस् इति वा? अस्तु, क्रोम् इति अस्ति. हा, मम अपि क्रोम् इति अस्ति. फायरफॉक्स इति अस्मिन् सम्यक् आसीत्, न जाने. अस्तु, सुब्रह्मण्यमहोदय अग्रे कृपया. नूतनं सूत्रमत्र युवाल्पयोः कनन्यतरस्यां युवन् अल्प इति शब्दयोः स्थाने विकल्पेन कन् आदेशो भवति तिष्ठन् इयसन् इति प्रत्यययोः परयोः. इदानीं विषयः अस्ति अत्र युवन् अपि च अल्प द्वयोः स्थाने अत्र विकल्पेन कन् इति आदेशः भवति. यदा तयोः परयोः तिष्ठन् अपि च यसुन् इति प्रत्ययोः भवतः अत्र अन्यतरस्याम् इति दत्तमस्ति सूत्रे, अतः एतद् विकल्पेन भवति इति. कनिष्ठः कनीयान् सर्वे इमे युवनः अयमेषाम् अतिशयेन युवा कनिष्ठः. अत्र विषयः अस्ति सर्वे युवकाः प्रायः, तेषु एकः अतिशयेन युवकः इति भूत्वा सः कनिष्ठः. बहुषु एकः, बहुषु बहवः अपि युवकाः, तेषु एकः अतिशयेन युवकः इति भूत्वा सः कनिष्ठः. उभौ इमौ युवानौ अयमनयोरतिशयेन युवा कनीयान्. इदानीं विषयः अस्ति अत्र द्वौ युवकौ, द्वयोः एकः युवा अतिशयेन, अतः सः कनीयान् इति तादृशमस्ति अत्र. अत्र इदानीम् महोदय अत्र क्षम्यताम्, अत्र युवानः इति खलु महोदय, सर्वे इमे युवानः. हा, युवानः, युवानः तत्र अधोभागे, क्षम्यतां, तत्र लेखनदोषः अस्ति. अधोभागे कोष्ठके अत्र प्रदर्शितमस्ति. सुब्रह्मण्यं तत्र पठतु कृपया. इदानीं नकारान्तपुल्लिङ्गशब्दः युवन् वयसा लघुः इति अर्थः तस्य. अत्र युवन् इत्यस्य रूपाणि युवा, युवानौ, युवानः, युवानं, युवानौ, यूनः, यूना, युवभ्यां, युवभिः, यूने, युवभ्यां, युवभ्यः, यूनः, युवभ्यां, युवभ्यः, यूनः, यूनोः, यूनामम्. अत्र यूनामं भवति वा महोदय? यूनि यूनानां खलु रूपमस्ति, तादृशमस्ति. यूनि यूनोः युवसु, हे युवन्, हे युवनौ, हे युवानः. रूपमस्ति यूनां, यूनां, यूनाम् अत्र यूनां, यूनः, यूनोः, यूनां, यूनि, यूनोः, युवसु, हे युवन्, हे युवनौ, हे युवानः. अत्र युवन् शब्दस्य विभक्तिरूपाणि दत्तानि अत्र. अस्तु तर्हि महोदय अत्र अत्र समुदायः इति चिन्तनं नास्ति वा? सर्वे इमे युवानः, अयम् येषाम् अतिशयेन एकमेव युवा इति वा, नो चेत् एकः समुदायः, युवानां समुदायः, तत्रापि कनिष्ठः इति भवितुम् अर्हति वा? नाम यत्र बहवः सन्ति तेषु पञ्चजनाः युवानः इति कृत्वा तत्र कनिष्ठाः तदानीं भविष्यति, कनिष्ठाः इति बहुवचने भवति. अत्र एवमेव एकवचने लिखितमस्ति, किन्तु बहुवचने भवितुमर्हति स्म. सत्यम्. अपि च अन्यः प्रश्नः महोदय, तत्र प्रकृत्यादेशसूत्राणि सर्वाणि सूत्राणि नित्यसूत्राणि किल, वैकल्पिकमिति नास्ति. तत् द्रष्टव्यमस्ति किमर्थं वदति. न एवमेव, प्रशस्यस्य श्रः इति सूत्रं स्वीकुर्मश्चेत् तत्र सर्वदा यदा इष्टं नो चेत् इयसून् इति प्रत्ययः परे भवति, तदा नित्यत्वेन प्रशस्य इत्यस्य स्थाने श्रः इति भवेत् इति स्वीकर्तव्यं. प्रकृत्यादेशप्रसङ्गे पृच्छति वा? आम् आम् आम्. नाम नाम तत्र प्रशस्य शब्दः न तिष्ठति एव इति अस्मिन् प्रसङ्गे इति वदति वा? आम् आम् इति प्रश्नः. सत्यम् इति सत्यम्. अवश्यम् अवश्यं. प्रकृत्यादेशः नित्यः अस्ति. अत्र नित्यः इत्युक्ते एकस्मिन् पक्षे तत्र श्र, अपरस्मिन् पक्षे ज, किन्तु द्वयोः मध्ये एकः तु भविष्यति एव. सत्यं. प्रशस्य इति यदा कदापि न भवति. न न सत्यं. तमस्य प्रशस्य तमं न भवितुं शक्नोति. किन्तु यस्वनिष्ठान् इति यत्र भवति तत्र प्रकृत्यादेशः भवति एव. अस्तु, समीचीनमस्ति. महोदय, अत्र इदमेव वाक्यं भिन्नरीत्या पठामश्चेत् सम्यक् अवगन्तुं शक्नुमः. सर्वे इमे युवानः, येषाम् अयं युवा अतिशयेन कनिष्ठः. तथा एव उभौ इमौ युवानौ, योः अयं युवा अतिशयेन कनीयान् इति पठामश्चेत्. तत्तु सम्यक् अस्ति. अस्तु तर्हि अग्रे सरला भगिनी, अग्रे. आं महोदय. कनिष्ठः कनीयान् युवन् योग इष्ठन् युवाल्पयोः कनन्यतरस्याम् इत्यनेन युवन् शब्दस्य स्थाने विकल्पेन कन् आदेश. कन् योग इष्ठ कन् एकाच् अतः प्रकृत्य एकाच् इत्यनेन टी भाग्य भागलोपनिषेध कन् इष्ठ कनिष्ठ कनिष्ठ इति भवति. युवन् प्रातिपदकम् अस्ति, तस्य योगेन इष्ठन् यदि स्वीकुर्मः तद् युवाल्पयोः कनन्यतरस्याम् इति सूत्रेण युवन् शब्दस्य स्थाने विकल्पेन कन् आदेशः आगच्छति. युवन् स्थाने कन् आदेशः आगच्छति. कन् इति यचिभम् इत्यनेन तस्य भसंज्ञा भवति. एकाच् अस्ति, अतः टी भागस्य लोप तस्य निषेध भूत्वा प्रकृत्यैकाच् सूत्रेण कार्यं भवति. कन् योग इष्ठ भवति, केवलं वर्णमेलनं भूत्वा कनिष्ठ इति आगच्छति. कनिष्ठ युवन् योग इयसुन् पुनः युवापयोः कनन्यतरस्याम् इति सूत्रेण युवन् शब्दस्य स्थाने विकल्पेन कन् आदेश भवति. कन् योग इयस् इदानीं पुनः एकाच् अस्ति, तस्य टी भागस्य लोपनं भवति. कन् योग इयस् कनीयस् भवति, पुल्लिङ्गे कनीयान् स्त्रीलिङ्गे कनीयसि नपुंसके कनीयः उपरि कनिष्ठ कनिष्ठा कनिष्ठम् इति भवति त्रिशीलिङ्गेषु. अस्तु, तर्हि अन्यतरस्याम् इति कृत्वा विकल्पेन अस्तु युवाल्पयोः कनन्यतरस्याम् इति सूत्रेण विकल्पेन भवति. ततः अग्रे राजीभगिनी. युवन् योगः ईयसून् युवाल्पयोः कनन्यतरस्याम् इत्यनेन अस्तु नाम तत्र उक्तवती खलु सरला भगिनी उक्तवती वा न वा द्वयम् उक्तवती खलु. अस्तु महोदय, क्षम्यताम्. यविष्टः यवीयान् तन् आषेधस्य विपक्षे युवयोगः इष्ठन् स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्राणां यणादिपरं पूर्वस्य च गुणः इत्यनेन युवन् शब्दस्य वन् भागस्य लोपः तस्मात् प्राक् च स्थितस्य उकारस्य गुणः. यो योगः इष्ठ येचो यवायावः इत्यनेन औ आदेशः यविष्टः. अस्तु, युवन् योगः इष्ठन् अत्र स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्राणां यणादिपरं पूर्वस्य च गुणः इति सूत्रेण युवन् शब्दस्य यन् आदिपरं युवन् शब्दः यकारः यन् प्रत्ययस्य अस्ति. अतः यणादिपरम् इत्युक्ते या वर्गः परे वन् वर्गः अस्ति, वन् वर्णद्वयमस्ति वन् इति. अतः यणादिपरं पूर्वस्य च गुणः यणादिपरं पूर्व अत्र यण् प्रत्याहारे तत्र यलरव अत्र वकारः तस्मिन् अन्तर्भूतः यरलव. अत्र वन् वन् शब्दस्य भागः लोपः भवति किम् इत्युक्ते युकारः वकारः यण् प्रत्याहारे अस्ति इति कारणात् वन् भागस्य लोपः भवति. अत्र वकारः वकारः यन् प्रत्याहारे अस्ति अपि च तत्र यणादिपरमिति इति अस्ति, तत्र वकारः अपि ततः अग्रे यावत् अस्ति तस्य सर्वस्य लोपः वकार अकार नकारः एतेषां लोपः. आं महोदय, अस्मात् यणादिपरं पूर्वस्य च गुणः इति अत्र दत्तं सूत्रे. अतः यकारस्य पूर्वः दट् इस् वन् शब्दस्य पूर्वः यकारः अस्ति, यकारः उकारः, उकारस्य गुणः भवति, उकारस्य गुणः ओकारः भवति. योगः इष्ठ अत्र यान्तावान्तदेशसन्धिः एचो यवायवः इति सूत्रेण अतः औ आदेशः भवति. यव् योगः इष्ठ मेलने वर्णमेलनेन यविष्ट इति प्रातिपदिकम् आगच्छति. यविष्टः यविष्ठा यविष्टम् इति त्रिषु लिङ्गेषु रूपाणि आगच्छन्ति. बहु सम्यक् अस्ति. जगन्नाथमहोदय अग्रे. महोदय अस्ति, हरि ओम्. अस्मि महोदय, विन् मतोर् लुक् इति द्वितीयं युवान् योगः ईयसून् स्थूल दूर युव ह्रस्व क्षिप्र क्षुत्राणां यणादिपरं पूर्वस्य च गुणः अत्र इत्यनेन युवत् शब्दस्य वन् भागस्य लोपः तस्मात् प्राक् च स्थितस्य उकारस्य गुणः यो योगः इयस् एचोयवायावः इति इत्यनेन अव् आदेशः यवीयस् इति नो चेत् यवीयान् पुल्लिङ्गे अत्र यवीयस् इति किमस्ति यवीयस् नपुंसकलिङ्ग प्रातिपदिकम् तस्य पुल्लिङ्गरूपं यवीयान् इति नपुंसकलिङ्गे किमस्ति नपुंसकलिङ्गे यवीयः अस्तु अस्तु अत्र एतेन सूत्रेण यणादिपरम् अत्र तु वकार अस्ति यण् तस्मात् परं यद् युव इति वकारात् परं यद् अकार अस्ति तेषां लोप भवति वकारकारयोः वकारकारयोः लोप अकारनकाराणां नकार अपि ओके यकारवकारनकाराणां नकाराणां लोपो भवति तस्य स्थाने य एव तिष्ठति ययोग यु तिष्ठति यु योग इयस् तत्तु यवि यु इति अस्ति खलु यु अनन्तरं सूत्रं किं वदति पूर्वस्य च गुणः पूर्वस्य च गुणः तर्हि गुणादेश भवति तर्हि यो भवति यो योगः इयस् तस्य अव् आदेशः भवति एचो यावायवः इति सूत्रेण यव् योगः यवि यवीयस् इति प्रातिपद नूतनप्रातिपदिकं भवति इयसून् प्रकृत्या युक्त्वा यवीयस् इति प्रातिपदिकं तस्य पुल्लि त्रिलिङ्गरूपं यवीयान् यवीयः यवीयसि इति अस्तु बहु सम्यक् अस्ति सुकुमारमहोदय आम् महोदय तत्र स्थूलदूरयुव इति सूत्रं तेः इत्यस्य अपवादसूत्रम् इति अपि अवगन्तव्यं किल तत्र युवन् इति सत्यमस्ति अपि च आहत्य तत्र विकल्पेन रूपद्वयमस्ति इति आगतमस्ति तत्र नित्यसूत्रमस्ति तत् विकल्पेन युवाभयोः कनन्यतरस्य पक्षे अस्तु समीचीनं विन्मतोर्लुक् इति सूत्रं विन् मतु अनयोः लोपो भवति इष्टन् इयसून् इति प्रत्यययोः परयोः स्रजिष्टः स्रजीयान् अत्र विमन् विन्मतोर्लुक् इति सूत्रं वदति विन् अपि च मतुप् इति शब्दरूपं भासंज्ञकशब्दरूपम् इति स्वीकर्तव्यं किल न तु प्रत्ययः इति न न न न मतुप् इति प्रत्ययः भासंज्ञकः मतुप् बुद्धिमान् तत्र बुद्धिमत् इति अस्ति मतुप् प्रत्ययः बुद्धिमत् इदानीं वयं प्रकृति आदेशः एव पश्यन् सन्तः किल न न अत्र अत्र प्रकृति आदेशः अयम् इदं सूत्रं तत्र अत्र प्रकृति आदेशः इति नास्ति वस्तुतः प्रकृति इति प्रकृति इति तत्र प्रत्ययः अपि प्रकृतिः अस्ति प्रकृति आदेशः इति वक्तुं शक्नुमः अस्तु किन्तु अत्र इदानीं तत्र विन् इति अपि प्रत्ययः वा नो चेत् तत् केवलं शब्दरूपम् इति वा अग्रे प्रदर्शितमस्ति. अस्तु अस्तु महोदय, अस्तु इदानीम् एवमेव वदामि. तत्र विन् अपि च मतुप् अनयोः लोपः भवति. वदतु. तत्र अनयोः लोपः भवति इत्युक्ते प्रत्ययः एव भवितुमर्हति, सम्पूर्णरीत्या लोपः भवति चेत्. इष्टन् इयसून् इति प्रत्ययोः प्रत्यययोः परयोः. अस्तु, स्रजिष्ठः स्रजीयान्, सर्वे इमे स्रग्विणः, अयम् येषाम् अतिशयेन स्रग्वी, स्रजिष्ठः इति रूपं भवति. तत्र स्रग्विणः इत्यस्य अर्थः न जानामि महोदय. स्रग्विणः इति स्रग्विन् इति तत्र कोऽपि पश्यतु शब्दकोशे न जानामि. अस्तु, तत्र तावत्पर्यन्तम् अहं किञ्चित् वदामि अस्मिन्. स्रज् इत्युक्ते माला इति, महोदय, गार्लेण्ड् इति. स्रग्विणः इत्युक्ते यः मालां धारयति इति. आमां, हा सत्यं सत्यम्. ओ, इत्युक्ते सर्वे इमे स्रग्विणः इत्युक्ते सर्वे इमे मालाः, अयम् येषाम् अतिशयेन स्रग्वी इति स्रजिष्ठः इति तस्य रूपं भवति. उभौ इमौ स्रग्विणौ, स्रग्विणौ, अयम् अनयोः अतिशयेन स्रग्वी, स्रजीयान् इति तत्र इयसून् प्रत्ययः उपयुक्तः भवति. स्रग्विन् योगः इष्टन् इति स्थितिः. तत्र विन्मतोर् लुक् इत्यनेन विन् भागस्य लुक् लोपः भवति. अत्र स्रग्विन् इत्यत्र प्रत्ययः मतुपति प्रत्ययः विन् अपि प्रत्ययः. ओ, तत्र स्रग् प्रायः शब्दः शब्दः वा धातुः वा तत्र स्रग् इति भवितुमर्हति. स्रग् योगः विन् अत्र ककारः जातः, किन्तु तत्र मूले किं जकारः इति वा विद्यभगिनि? स्रज् आम्, तत्र स्रज् इति प्रातिपदिकमस्ति. स्रज् इति प्रातिपदिकात् विनि इति प्रत्ययः योजयामः चेत् तत्र स्रग्विन् इति रूपं. स्रग् इति धातुः नास्ति, स्रज् प्रातिपदिकमस्ति. यथा मतुप् अपि च विनि इति प्रत्ययद्वयं तत्र प्रातिपदिकेभ्यः विधीयते. सत्यं सत्यम्. अस्तु, स्रग्विन् योगः इष्टन्. इदानीं विन्मतोर् लुक् इत्यनेन विन् भागस्य लुक् लोपः भवति. अतः इदानीं तत्र स्रज् इति एव आसीत् विन् इत्यस्य योजनस्य पूर्वम्, अतः स्रज् इत्येव भवति. स्रज् योगः इष्ट, तत्र स्रज् एकाच् अस्ति, तत्र अकारः एकमेव अस्ति, स अ रेपः ज इति अस्ति, अतः एकाच् अस्ति इत्यतः प्रकृत्यैकाच् इति सूत्रेण टीभागस्य लोपस्य निषेधः भवति. स्रज् इति एव तिष्ठति. स्रज् योगः इष्ट, स्रजिष्ट इति प्रातिपदिकं भवति. तस्य त्रिषु लिङ्गेषु रूपाणि एवं भवति, स्रजिष्ठः, स्रजिष्ठा, स्रजिष्टम् इति रूपाणि भवन्ति. एवमेव स्रग्विन् योगः इयसून् इत्यत्रापि विन्मतोर् लुक् इत्यनेन विन्भागस्य लुक् इत्युक्ते लोपः भवति. तत्रापि स्रज् इति एव प्रातिपदिकं तिष्ठति, यथा पूर्वम् आसीत् विन् इत्यस्य योजनस्य पूर्वं. स्रज् योगः इयस्, पुनः स्रज् एकाच्, अतः प्रकृत्यैकाच् इत्यनेन तिभागस्य लोपनिषेधः भवति. स्रज् योगः इयस्, स्रजीयस् इति प्रातिपदिकं, तस्य रूपाणि भवन्ति त्रिषु लिङ्गेषु, स्रजीयान्, स्रजीयसी, स्रजीयः इति रूपाणि भवन्ति. हा, अस्तु, समीचीनमस्ति. अत्र लुक् इति उक्तं, न तु लोपः इति, तत्र किमपि वैशिष्ट्यमस्ति वा महोदय? लुक् इति भवानेव वदतु, लुक् इत्यस्य अर्थः कः? लुक् इति भवति चेत् तत्र लोपः इत्येव अर्थः, किन्तु प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रस्य कार्यं न लुमताङ्गस्य इत्यनेन बाधितम् अस्ति, अतः तत्र प्रत्ययलक्षणं न तिष्ठति इति. अतः ततः अग्रे तादृशं सम्भवेत्. अतः लुक् इति उक्तमस्ति. द्रष्टव्यमस्ति किं किं भवति, किन्तु सिद्धान्तः स एव अस्ति. अस्तु, अपि च अग्रे समापयितुं न शक्ष्यामः महोदय. अत्र स्रज् इति गुणवचनात् एव इष्टनीयसूनिति, तर्हि अत्र स्रज् इति आमाम् अहमपि चिन्तयामि स्म, यत् यतोहि तत्र तदप्तमपि सर्वेषां भवति, किन्तु गुणवाचकशब्दः अस्ति चेदेव तत्र इति कृत्वा कश्चन प्रश्नः उदेति एव. सत्यं कथं वा भवति इति, किन्तु अस्ति रूपं द्रष्टव्यमस्ति. भगिनि प्रश्नः सम्यक् अस्ति, मम मनसि अपि आसीत्. अस्तु, तर्हि समयः जातः, अत्र स्थगयामः, यतोहि अत्र किञ्चित् इतोपि अस्ति. तत् अग्रिमसप्ताहे समाप्य अनन्तरं एतत् किं वद उक्तं महोदय शिखरपत्रस्य आरम्भे लिखितमस्ति. विद्याभगिनी वदतु कृपया. करपत्रस्य आरम्भे अस्ति यत्र अजादिगुणवचनाद् एव इति सूत्रमस्ति खलु, अजादि गुणवचनाद् एव अजादिप्रत्ययः विधीयते. अत्र इष्टन् इयसुन् द्वौ अपि अजादौ, अतः अजादि, अतः अत्र गुणवचनात् एव तयोः विधानं. तर्हि अत्र स्रज् इति गुणवचनशब्दः अस्ति वा नास्ति वा इति न जानामि, परन्तु प्रश्नः अस्ति. अत्र उत्तरमस्ति प्रायः, यत् स्रज् यद्यपि तथा नास्ति, किन्तु एकवारं यदा विनि अथवा मधु संयोजयामः तदानीं तादृशशब्दः जातः इति अवश्यम् उत्तरमस्ति. ओ अस्तु, हा तादृश अस्ति अस्ति खलु, इदानीं जातमस्ति. यत्र तादृशप्रत्ययान्तरूपम् अस्ति तत्र गुणवाचकशब्दः अस्ति एव, परन्तु तयोः लोपः भवति खलु. लोपः भवतु नाम, किन्तु किन्तु तेभ्यः तत्र प्रत्ययः विधीयते. लोपः इति केवलं रूपस्य कृते, किन्तु शब्दार्थः तथा अस्ति आरम्भे खलु. ओ, यतोहि अत्र इष्टनीयसुन् इति प्रथमतया विधीयते, तदनन्तरमेव अत्र लुक् अस्तु. हा, तत्र विधीयते न वा इति एव प्रश्नः. मतूप् विनि इति अस्ति, विनि इति मतूप् प्रत्ययस्य परिवारे अस्ति, तत्र केचन प्रत्ययाः सन्ति. इनि अपि अस्ति, इनि विनि मतूप् केचन प्रत्ययाः सन्ति. येषां संयोजनेन यः कोऽपि सामान्यशब्दः अस्ति तत्तु गुणवाचकः भवति अस्य संयोजनेन इति अवश्यम् उत्तरमस्ति. चिन्तनं सम्यक् अस्ति. अस्तु, तर्हि धन्यवादः सर्वेषां. धन्यवादः, धन्यवादः.